गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। सत्प्रतिपक्षः इति हेत्वाभासस्य विषये गते वर्गे पाठः आरब्धः। तत्र सत्प्रतिपक्षनिरूपणं प्रथमं विरुद्धसत्प्रतिपक्षयोः मध्ये कः भेदः इति उक्तम्। सत्प्रतिपक्षे सिद्धान्तव्याप्तिः अवगाहते, सिद्धान्तव्याप्तिम् अवगाहते, किन्तु विरुद्धे तृतीयव्याप्तिः साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति व्याप्तिम् अवगाहते तृतीय विरुद्धे, किन्तु सत्प्रतिपक्षे सिद्धान्तव्याप्तिः। सिद्धान्तव्याप्तिः इत्युक्ते हेत्वधिकरणनिष्ठ अत्यन्त अभाव अप्रतियोगी साध्यसामानादिकरण्यम् इति व्याप्तिम् अवगाहते इति अस्माभिः अधीतं। तत्र कारणमपि अस्माभिः दृष्टम्। अन्वयव्याप्तिः न वक्तुं शक्यते, केवलान्वयी। अस्तु, तदनन्तरं सत्प्रतिपक्षे प्रतिवादि द्वयं भवति। तर्हि प्रतिवादिनौ भवतः सत्प्रतिपक्षे, अपि च प्रत्येकं वादिनः साध्यं परस्पर अभावरूपमस्ति। यदि एकः नित्यः इति वदति, अन्यः अनित्यः इति, एकस्मिन् पक्षे भिन्नभिन्नहेतुं स्वीकृत्य साध्यं साधयितुं प्रभवन्ति इति कृत्वा तत्र परस्परभेद परस्पर अभावरूपं भवेत् साध्यद्वयोः मध्ये इति द्वितीयः विशेषः अस्ति सत्प्रतिपक्षस्य। तदनन्तरं हेतुमत्ता ज्ञानापेक्षा नास्ति इति उक्तं। तदनन्तरं पश्येम, चतुर्थमस्ति एकवादी भ्रान्तः भवेत् इति। तत्रैव इदानीं स्मः। किमर्थम् एकस्मिन् वस्तुनि नित्यत्वम् अनित्यत्वम् उभयमपि किमर्थं न भवितुमर्हति? यथा संयोगः इति अव्याप्रसंयोगः इति अव्याप्यवृत्तिः अस्ति, इत्युक्ते संयोगस्य संयोगः इति गुणस्य अव्याप्यवृत्तित्वम् अङ्गीक्रियते। अग्रभागे कपिसंयोगः वर्तते, मूलभागे कपिसंयोगः नास्ति, एकस्मिन् काले एव। इदानीमेव अग्रभागे, वृक्षस्य अग्रभागे कपिसंयोगः वर्तते, किन्तु मूलभागे कपिसंयोगः न वर्तते इति कृत्वा संयोगः इति गुणः अव्याप्यवृत्तिः इति। यथा तत्र दैशिकभेदः स्वीकृतः अस्ति, अग्रभागः मूलभागः इति दैशिक अव्याप्यवृत्तित्वं संयोगस्य अङ्गीकृतम्। एवं कालिक अव्याप्यवृत्तित्वम् अपि भवितुमर्हति। अत्र एकस्मिन् स्थूलकाले संवत्सरे चैत्रमासरूप उपाधौ घटः अस्ति, कार्तिकमासरूप उपाधौ घट अभावः अस्ति इति यथा, तर्हि तत्र घटः घट अभावः उभयमपि काले वर्तते, किन्तु तत्र उपाधिकृतभेदः वर्तते इति। कालिक अव्याप्यवृत्तित्वं घटस्य यथा भवति, तथा प्रकृत उदाहरणे, प्रकृत उदाहरणं किम्? शब्दः नित्यः श्रावणत्वात् शब्दत्ववत् इति एकः वदति, शब्दः अनित्यः कार्यत्वात् घटवत् इति अन्यः वदति। तर्हि शब्दे नित्यत्वम् अनित्यत्वम् उभयमपि अत्र एकस्मिन् देशे वा एकस्मिन् काले वा भवितुमर्हति वा इति परिशीलनं। यदि तादृशं भवति तर्हि प्रतिवादिप्रतिवादिनौ न भवतः उभौ। किमर्थमित्युक्ते यः शब्दः नित्यः इति वदति सः अपि सत्यमेव वदति, शब्दः अनित्यः इति यः वदति सः अपि शब्दमेव वदति। यथा वृक्षे कपिसंयोगः अस्ति इति कोऽपि वदति, वृक्षे कपिसंयोगः नास्ति इति अन्यः वदति, उभयमपि सत्यम्। किमर्थम् इति चेत् संयोगः इति अव्याप्यवृत्तिः अस्ति, तर्हि यः वृक्षे कपिसंयोगः अस्ति इति वदति सः अग्रभागं दृष्ट्वा वदति कपिसंयोगः वृक्षे वृक्षेण सह कपिसंयोगः अस्ति इति मूलभागं दृष्ट्वा कपिसंयोगः नास्ति इति अन्यः वदति तर्हि उभयमपि वक्तुं शक्यते एकस्मिन् काले तथा अत्र न भवितुम् अर्हति इति पाठः अग्रे गच्छति अस्तु तर्हि यदि तादृशं न भवितुम् अर्हति तदा किं भवति एकः एकः भ्रान्तः इति भवति इत्युक्ते शब्दः नित्यः इति कोऽपि वदति शब्दः अनित्यः इति अन्यः वदति यदि नित्यत्वं नित्यत्वे नित्यत्वम् अव्याप्यवृत्ति इति न वक्तुं शक्यते चेत् तर्हि निश्चयेन यद् एकः वदति तत् भ्रान्तिः यद् अन्यः वदति तत् प्रमा इति वक्तव्यं भवति तर्हि तत्र गच्छति ग्रन्थकारः अस्तु तत्र 266 पेज् मध्ये तृतीयपङ्क्तिः अस्ति तत्र किञ्चित् अस्माभिः पठितं किन्तु किं कुर्मः केवलं पुनस्मारणार्थम् आरम्भतः केवलं पठेम तदनन्तरं न हि एवं सम्भवति शब्दे एतद्देशे नित्यत्वं देशान्तरे तु अनित्यत्वम् इति ततः किञ्चित् विवरणं दातव्यमस्ति महिळ् महोदय आरब्धं करोति वा परन्तु इति आरभ्य आं महोदय अस्तु परन्तु एवंविधव्यवस्था देशकृता कालकृता वा यत्र नैव सम्भाव्यते तत्र विरुद्धयोः भावाभावयोः मध्ये एकः कश्चित् तिष्ठेत् अभावो वा प्रतियोगी वा यथा प्रकृत उदाहरणे शब्दरूपे पक्षे वादिनः साध्यं नित्यत्वं प्रतिवादिनश्च अनित्यत्वम् अनयोः भावाभावरूपता तु अस्ति एव परन्तु देशं कालं वा आदाय तयोः उभयोः शब्दनिष्ठत्वमपि न शक्यते वर्णयितुम् अस्तु तावदेव खलु तावद् तत्र किं न वक्तव्यं न वक्तव्यम् इति भाति अग्रे पठतु न हि एवम् इति आरभ्य पठित्वा तदेव विषयः अत्र समर्थितः अस्ति हा न हि एवं सम्भवति शब्दे एतद्देशे नित्यत्वं देशान्तरे तु अनित्यत्वम् इति नापि इत्थं सम्भवेत् एतत् काले शब्दे नित्यत्वं कालान्तरे तु तत्रैव अनित्यत्वम् अपि इत्थं च न स्तः नित्यत्वतदभावयोः देशकृताव्याप्यवृत्तित्वं कालकृताव्याप्यवृत्तित्वं च इति तत् उभयं व्याप्यवृत्ति इति कथ्यते तर्हि अत्र यथा वयम् उक्तवन्तः अत्र देश दैशिकव्याप्यवृत्तित्वम् अथवा कालिकव्याप्यवृत्तित्वम् अत्र कपिसंयोगे वयं वक्तुं शक्नुमः तस्मिन् प्रसङ्गे परन्तु अत्र प्रकृत उदाहरणे पक्षे इत्युक्ते शब्दे एकः वदति साध्यं तु नित्यत्वम् इति परन्तु प्रतिवादिनः वदति साध्यम् अनित्यत्वम् इति तर्हि अत्र द्वयोः मध्ये भाव अभावरूपता तु अस्ति एव परन्तु शब्दनिष्ठत्वम् उभयोः न वर्णयितुं शक्यते अत्र देशम् अथवा कालम् आदाय इति अस्ति तर्हि एकस्मिन् देशे शब्दः नित्यत्वेन अपि च अन्यद्देशे अनित्यत्वेन शब्दः एव पुनः न सम्भवति अतः अपि च अतः तत्र दैशिकाव्याप्यवृत्तित्वं न भवितुमर्हति तथैव अत्र एतत् काले शब्दे नित्यत्वं परन्तु अन्यस्मिन् काले तत्र एव शब्दे अनित्यत्वम् अपि न सम्भवति अतः अत्र नित्यत्व अपि च तद् अभावः द्वयोः देशकृताव्याप्यवृत्तित्वम् अपि च कालकृताव्याप्यवृत्तित्वम् इति उभयमपि न सम्भवति अतः अत्र व्याप्यवृत्ति इति कथ्यते न तु अव्याप्यवृत्ति अत्र देशकृताव्याप्यवृत्तित्वम् एव अस्ति अथवा कालकृता व्याप्यवृत्तित्वमेव भवति, न तु अव्याप्यवृत्ति. तर्हि अव्याप्यवृत्ति इति अनेन व्याप्यवृत्ति इति पदेन किम् उक्तम्? व्याप्यवृत्ति इति पदेन अहं मन्ये अत्र एकस्मिन् काले अथवा एकस्मिन् देशे एक एव सम्भवति. यदि व्याप्यवृत्ति इति विशेषणत्वेन स्वीक्रियते तर्हि विशेष्यं किम्? हा हा हा, व्याप्यवृत्ति इत्यस्य विशेष्यम् अस्ति देशकृता व्याप्यवृत्ति अथवा नित्यत्वम् इति नित्यत्वम्. हा उत्तमं, नित्यत्वं नित्यत्वं व्याप्यवृत्ति. हा नित्यत्वम् इति अनित्यत्वं व्याप्यवृत्ति. सत्यम्, उभयमपि व्याप्यवृत्ति. नित्यत्वं व्याप्यवृत्ति, अभावः नित्यत्वम् उद्दिश्य व्याप्यवृत्तित्वं तस्मिन् विधीयते. आम् सत्यम्, उद्देश्यविधेयभावः. आम् आम्, अतः नित्यत्वं व्याप्यवृत्ति, अतः एव अत्र व्याप्यवृत्ति इति नपुंसकलिङ्गे दत्तम्. सत्यं, नित्यत्वं व्याप्यवृत्ति, अनित्यत्वम् अपि व्याप्यवृत्ति, उभयमपि व्याप्यवृत्ति. अस्तु, अत्र इतोपि किञ्चित् चिन्तनं कर्तुं शक्यते, ग्रन्थकारेण न कृतं किन्तु अस्माभिः कर्तुं शक्यते. किमर्थं शब्दे अत्र देशकृतनित्यत्वं वा अनित्यत्वं वा भवितुमर्हति? शब्दे देशकृतनित्यत्वं वा? अत्र अहं चिन्तयामि, अत्र यदा अहम् एकस्मिन् प्रकोष्ठे शब्दः श्रोतुं शक्नोमि परन्तु अन्यस्मिन् प्रकोष्ठे शब्दः न श्रोतुं शक्नोमि, अतः शब्दे देशकृताव्याप्यवृत्तित्वं भवितुमर्हति. अस्तु, अत्र देशकृत दैशिक अव्याप्यवृत्तित्वं बोद्धुं किम् अधिकरणं स्वीकृतम् उदाहरणे? हा, उदाहरणे तु वृक्षः इति. उत्तमं, तर्हि शब्दः वृक्षतुल्यं वा इति चिन्तनीयम्. आम् सत्यं सत्यं, यदि वृक्षतुल्यम् अस्ति तर्हि शब्दः अपि अत्र अधिकरणं भवितुमर्हति. आम् सत्यं, तत्र वयं चिन्तितवन्तः पूर्वे यत्र अवयवः सम्भवति तत्र एव एतादृश व्याप्यत्वम् अव्याप्यत्वम् इति अथवा दैशिकव्याप्यवृत्तित्वम् इति वक्तुं शक्नुमः. बहु उत्तमं महोदय, इति चिन्तनीयं. तर्हि वृक्षे किमर्थं कपिसंयोगस्य दैशिक अव्याप्यवृत्तित्वं भवितुमर्हति? वृक्षनिष्ठ दैशिक अव्याप्यवृत्तित्वं कपिसंयोगे कथं भवितुमर्हति इति चेत् तस्य कारणमस्ति वृक्षः सावयवः अस्ति. सत्यं, सावयवः. तर्हि तत्र मूलभागः अग्रभागः इति भागद्वयम् अवयवद्वयमस्ति इति कृत्वा अग्रभागे कपिसंयोगः भवितुमर्हति यस्मिन् काले, तस्मिन्नेव काले मूलभागे कपिसंयोगः नास्ति इत्यपि व्यवहारः कर्तुं शक्यते. सत्यं, तर्हि शब्दः तादृश सावयवपदार्थः अस्ति चेत् यदि शब्दः तादृश सा अवयवपदार्थः अस्ति चेत् एवं व्यवहारः कर्तुं शक्यते. इत्युक्ते दैशिक अव्याप्यवृत्तित्वं वक्तुम् अधिकरणं सावयवं भवेत्, यत्किमपि अधिकरणं, तदा सन्निष्ठ दैशिक अव्याप्यवृत्तित्वं कस्मिंश्चित् भवितुमर्हति, नो चेत् कस्यापि कस्यचित् भवितुमर्हति. किन्तु शब्दः इदानीं सावयं वा नावयवः निरवयवं वा इति चिन्तनीयम्. सत्यं, भवतु, इदानीं तस्मिन् विषये न चिन्तयेम, किन्तु एतादृशचिन्तनम् अर्हति. इत्युक्ते उद्ग्रन्थेषु प्रौढग्रन्थेषु एतादृशचिन्तनमेव ते कुर्वन्ति. अत्र एवमेव उक्तं, नापि इत्थं सम्भवेत् अत्र न हि एवं सम्भवति शब्दे एतद्देशे नित्यत्वं देशान्तरे तु अनित्यत्वम् इति सामान्यतया उक्तं. किन्तु किमर्थं तादृशं न सम्भवति? यदि शब्दे अवयवाः सन्ति तर्हि अस्मिन् अवयवे नित्यत्वमस्ति, अन्यस्मिन् अवयवे नित्यत्वं नास्ति इति वक्तुं शक्यते. किन्तु तर्हि भवतु इदानीं किं स्वीकुर्मः अत्र न न भवति इति उक्तत्वात् शब्दः निरवयवः अस्ति तर्हि किं वक्तव्यं न हि एवं सम्भवति शब्दे एतद्देशे नित्यत्वं देशान्तरेपि अनित्यत्वम् इति कारणं किं निरवयवत्वात् इति हेतुः एवम् अत्र काले द्वितीयवाक्यमस्ति नापि इत्थं सम्भवेत् एतत्काले शब्दे नित्यत्वं कालान्तरे तु तत्रैव अनित्यत्वमपि किमर्थं तत्र हेतुः कः तत्र काल काल उपबधौ सर्वदा कालिक अव्याप्तिवृत्तित्वम् उपपादनाय किम् अधिकरणं स्वीकृतम् अत्र समयः इति स्वीकृतः संवत्सरे चैत्रमासः कार्तिकमासः इति चैत्रमासः कार्तिकमासः इति उपादेयः कस्य इति चेत् कालस्य कालस्य किन्तु अधिकरणं तु स्वयं कालः कालः एव अधिकरणम् आम् स्थूलकाले तर्हि उपाधिकृत यद्यपि कालः एकः अस्ति कालः एकः नित्यः विभुः इति अस्माभिः अधीतम् तथापि तत्र उपाधिकृतभेदः कर्तुं शक्यते तेन कालस्य मानमपि कर्तुं शक्यते इति अस्माभिः अधीतं खलु आम् आम् ह्यः परश्वः इत्युक्ते किं तुल्यक्रिया येन अनुभूयते तत्सर्वं कालस्य उपादयः भवन्ति अर्हाः भवन्ति इति अस्माभिः अधीतं तर्हि तत्र तुल्यक्रिया यत्र भवति इति चेत् सूर्ये तुल्यक्रिया जायते सर्वदा इति कृत्वा नो चेत् क्वाड्स् तत्रापि तुल्यक्रिया जायते इति कृत्वा तत्र तद् उपाधित्वेन तुल्यक्रियां प्रथमतया उपाधित्वेन स्वीकृत्य कालस्य मानं कर्तुं शक्यते अपि च येन पदार्थेन तुल्यक्रिया अनुभूयते तत्पदार्थं स्वीकृत्यापि अत्र कालस्य मानं कर्तुं शक्यते कालस्य कालभेदः कर्तुं शक्यते तर्हि अतीतः कालः वर्तमानकालः भविष्यत्कालः इति तादृशव्यवहारः कर्तुं शक्यते इति उक्तम् एवं शब्दस्य अत्र शब्देन इदानीं तुल्यक्रिया अनुभूयते वा इति चिन्तनीयम् यदि शब्देन तुल्यक्रिया अनुभूयते तदा तत्र किमपि उपाधिं स्वीकृत्य तस्य मानं कर्तुं शक्यते शक्यते खलु आम् आम् सत्यं किन्तु शब्देन क्रिया अनुभूयते वा नो चेत् शब्दे क्रिया जायते वा इति चिन्तनीयं चिन्तनीयं स्वयं शब्दे क्रिया जायेत नो चेत् शब्देन क्रिया अनुभूयेत तदा कालिक अव्याप्यवृत्तित्वं कस्यचित् वक्तुं शक्यते अत्र शब्दः अधिकरणत्वेन स्वीकृत्य भवतु अत्र एवमेव मया चिन्तितम् अत्र निगमनं न कुर्मः किन्तु एतादृशचिन्तनं कर्तुं शक्यते आम् अहमपि तदेव चिन्तितम् अत्र किमर्थं शब्दनिष्ठ शब्दनिष्ठत्वं न वर्णयितुं शक्यते इति न दत्तं तर्हि तत्र प्रश्नः उदेति एव सत्यम् अपि च पूर्वमीमांसिकानां मतानुसारम् अत्र वस्तुतः शब्दः नित्यः श्रावणत्वात् शब्दत्ववत् इति पूर्वमीमांसकस्य पूर्वमीमांसकः अस्ति अनुमानं शब्दः अनित्यः कार्यत्वात् घटवत् इति नैयायिकः अस्ति तर्हि शब्दः नित्यः इति पूर्वमीमांसिकानां मीमांसकानां मतं शब्दः अनित्यः तर्हि नित्यत्वम् अनित्यत्वं किम् आधारीकृत्य वदामः इति चेत् कालमाधिकृत्य एव खलु सत्यं हा कालमधिकृत्य एव भवतु अस्तु अग्रे पठतु महोदय को अर्थः इति हा को अर्थः यस्य पदार्थस्य हि अधिकरणे अन्यदेशे अन्यस्मिन् काले वा तस्य पदार्थस्य अभावः न तिष्ठति सः व्याप्यवृत्तिः अस्त अस्तु व्याप्यवृत्तिः इत्युक्ते किं? तर्हि अत्र एकस्मिन् अधिकरणे यस्य पदार्थस्य अत्र अथवा हा यस्य पदार्थस्य पदार्थः वर्तते अन्यदेशे अथवा अन्यस्मिन् काले तस्य पदार्थस्य एव अभावः न भवति तर्हि तदेव व्याप्यवृत्तिः इति वदेम। अत्र उदाहरणमस्ति यथा प्रकृतं नित्यत्वं तदभावः वा, तयोः एकस्य अधिकरणे तदभावः न देशभेदेन कालभेदेन वा भवितुमर्हति इति नित्यत्वं तदभाव च व्याप्यवृत्तिः। तर्हि अत्र नित्यत्वम् अपि च नित्यत्वाभाव द्वयोः अपि व्याप्यवृत्तिः भवति, द्वयोः व्याप्यवृत्तिः अस्ति। किमर्थम् इत्युक्ते यस्य कस्यापि देशभेदेन अथवा कालभेदेन एकस्मिन् अधिकरणे द्वयोः न तिष्ठतः, अतः एकत्र, अतः ते व्याप्यवृत्तिः इति वदेम। तर्हि किञ्चित् इतोपि चिन्तयतु, तर्हि इदानीं शब्दः अत्र नित्यत्वम् अनित्यत्वम् इति स्वीकृतं खलु? आम् आम्। तर्हि नित्यत्वम् अपि च अनित्यत्वम् उभयमपि व्याप्यवृत्ति इति निगमितम्। आम् आम्। तर्हि इदानीं नित्यत्वं यस्य पदार्थस्य हि अधिकरणे अन्यदेशे अन्यस्मिन् काले वा तस्य पदार्थस्य अभावः न तिष्ठति, सः व्याप्यवृत्तिः। अस्तु, तर्हि इदानीं नित्यत्वं प्रकृतं नित्यत्वं तदभावः वा खलु तयोः? अस्तु, अत्र एकं स्वीकुर्मः, उभयमपि मिलित्वा स्वीकृत्य चिन्तनीयमिति नास्ति, नित्यत्वम् इति स्वीकुर्मः। एकमेकं एकस्य नित्यत्वस्य अधिकरणे तदभावः न देशभेदेन कालभेदेन वा भवितुमर्हति इति नित्यत्वं तदभावः च व्याप्यवृत्तिः। व्याप्यवृत्तिः इति किमर्थम् अत्र व्याप्यवृत्तिः इति भवेत्? हा, वृत्तिः इति भवेत्। हा, तर्हि विसर्गः किमर्थम् अत्र? न, प्रायः तद् अभावः इति उक्तत्वात् व्याप्यवृत्तिः इति। यदि नित्यत्वम् अनित्यत्वम् इति अस्ति चेत् तदा व्याप्यवृत्तिः इति भवति। अस्तु, नित्यत्वं तद् अभावः च व्याप्यवृत्तिः इति लिखितम्। अस्तु, अस्तु, तर्हि यस्य पदार्थस्य हि अधिकरणे तादृश अधिकरणम् अस्ति वा यस्मिन् नित्यत्वम् एकदेशे अस्ति अन्यस्मिन् देशे तस्य अभावः, नित्यत्व अभावः अस्ति इति तादृश अधिकरणमस्ति वा? नास्ति, नास्ति खलु। सत्यं, चिन्तयेम। इदानीं परमाणुः नित्यम् अस्ति खलु? हा हा, परमाणुः नित्यं, तर्हि घटः कथं जायते? परमाणूनां संयोगेन, परमाणोः संयोगेन अत्र द्यणुकं जायते, तणुकं जायते, तदनन्तरम् अन्ततो गत्वा घटः जायते। तर्हि घटे अनित्यत्वम् अस्ति कार्यत्वात्, घटः अनित्यः कार्यत्वात्। अस्तु, किन्तु तस्य अवयवः, तस्य अवयवाः नित्याः, परमाणवः नित्याः, किन्तु एकस्मिन् परमाणौ एकस्मिन् देशे नित्यत्वम् अन्यस्मिन् देशे नास्ति इति नास्ति, नास्ति इति कृत्वा तादृशपदार्थः एव नास्ति इत्युक्ते पृथिवी अप् तेजो वायु आकाश काल दिक् आत्म मनांसि इति नव द्रव्याणि सन्ति खलु? येषु एकमपि द्रव्यं नास्ति यस्मिन् एकस्मिन् भागे दैशिक देशकृतभागे अत्र नित्यत्वं वर्तते, अन्यस्मिन् भागे अनित्यत्वं वर्तते इति नास्ति, इति नास्ति, अत्रापि नास्ति। परमाणुः सम्पूर्णरीत्या नित्यः अस्ति। तदनन्तरं यदा परमाणुद्वयोः मध्ये संयोगः जायते तत्र यदा जणुकम् उत्पद्यते, जणुकं तु सम्पूर्णतया अनित्यः अस्ति इति कृत्वा देशकृत न भवति, एवं कालकृतमपि न भवति। एकस्मिन् काले इत्युक्ते अतीतकाले एषः वस्तु नित्यम् आसीत्, किन्तु इदानीम् अनित्यं जातम् इति चेत् इति न भवति खलु? इत्युक्ते यदि यदि तादृशं वदामः तदा सः अनित्यः एव भवति, अनित्यः एव भवति। अत्र प्रागभावस्य विषये प्रध्वंसाभावस्य विषये चिन्तनीयं। प्रागभावस्य विषये नैयायिकाः किं वदन्ति? अनादि अस्ति, अनादिः किन्तु शान्तः, शान्तः सत्यं, नश्यति खलु। आमाम् इति कृत्वा इदानीं प्रागभावः नित्यः वा इति चेत् न, नित्यः इति न वक्तुं शक्यते, अनित्यः एव। प्रागभावः अनित्यः, यदा यस्मिन् कस्मिंश्चित् काले तस्य नाशः भवत्येव भवत्येव। एवं प्रध्वंसभावः अपि आदि, तस्य आदिः अस्ति परन्तु अशान्त अन्तः नास्ति, आदिः अनन्तः, अनन्तः सत्यम्, आदिः अनन्तः इति कृत्वा तदपि अनित्यः। अस्तु, अन्योन्याभावः? अन्योन्याभावः इति अन्योन्याभावस्य उदाहरणं किम्? घटः पटः न इति, हा तर्हि तत्तु, हा तत् नित्यम् एव खलु। यदा कदापि यदा कदापि घटः पटः न भवति, पटः घटः न भवति, अतः न भवति खलु। इति कृत्वा अन्योन्य अभावः, घटपटयोः मध्ये यः अभावः वर्तते, अन्योन्यभावः वर्तते, स च नित्यः, किन्तु तदपि आपेक्षिकनित्यत्वं वक्तव्यं। किमर्थमिति चेत् स्वयं घटः पटः उभयमपि अनित्यः, अनित्याः, अनित्ये, अनित्ये सत्यं खलु। आम् आम्। इति कृत्वा सापे यावत्पर्यन्तं घटः पटः उभयमपि तिष्ठति तावत्पर्यन्तं तयोः मध्ये अन्योन्यभावः नित्यत्वेन तिष्ठति। सत्यम्। अस्तु, अन्तिमम्, अन्य अत्यन्ताभावः? अत्यन्ताभावः अत्यन्तभावस्य उदाहरणं वदतु। अनित्यः महोदय, तत्र जाति अस्ति खलु, जाति पटत्वम् इति यत् पटत्वं घटत्वम् इति यत् अस्ति तेन मध्ये अन्योन्यभावः अस्ति, तर्हि घटः पटः कदापि न भवितुम् अर्हति। यदि घटः अस्ति वा नास्ति वा तत् घटः अनित्यः नित्यः अस्ति, अनित्यः अस्ति, परन्तु अन्योन्यभावः सर्वदा भवति एव। न न, अत्र महोदय अहं यद् भवान् वक्तुमिच्छति तद् अवगच्छामि, किन्तु किञ्चित् सावधानतया तत्र चिन्तनीयं। घटपटयोः मध्ये यः अन्योन्य अभावः अस्ति, अपि च घटत्वपटत्वयोः मध्ये यः अन्योन्य अभावः अस्ति, अनयोः अन्योन्य अभावयोः मध्ये भेदः अस्ति वा न वा? रमेश महोदय अस्ति, अस्ति, भेदः अपि अस्ति खलु। घटपटयोः मध्ये यः अन्योन्यभावः अस्ति, घटत्वपटत्वयोः मध्ये यः अन्योन्यभावः अस्ति, अनयोः अन्योन्यभावयोः मध्ये अन्योन्यभावः अस्ति इति कृत्वा घटपटयोः मध्ये यः अन्योन्यभावः अस्ति तद् यावत्पर्यन्तं घटः तिष्ठति पटः तिष्ठति तावत्पर्यन्तं तत्र तयोः मध्ये अन्योन्यभावः तिष्ठत्येव, आपेक्षिकनित्यत्वम्। अपि च घटत्वपटत्वयोः मध्ये यः अन्योन्यभावः अस्ति स च अभावः नित्यः। किमर्थमिति चेत् घटत्वमपि नित्यं पटत्वमपि नित्यम् इति कृत्वा तयोः मध्ये यः अन्योन्यभावः अस्ति स च अन्योन्यभावः नित्यः। तर्हि घटपटयोः मध्ये यत् अन्योन्यभावः अस्ति तद् अनित्यः इति वा? आपेक्षिकनित्यत्वम् इति वक्तव्यम्, इत्युक्ते घटः अस्ति पटः अस्ति किन्तु तयोः मध्ये अन्योन्य अभावः, यस्मिन् समये घटः पटः उभयमपि तिष्ठति तस्मिन् समये एव तत् अनित्यः भवति इति नास्ति। यावत्पर्यन्तं घटः वा पटः उभयमपि तिष्ठति तावत्पर्यन्तम् अनयोः मध्ये यः अन्योन्यभावः अस्ति तावत्पर्यन्तं नित्यत्वेन तिष्ठति। घटस्य कालम् एकसंवत्सरम् इति चिन्तयतु, एकसंवत्सरम् अन्योन्यभावः तिष्ठति घटपटयोः मध्ये, यदा नश्यति एकः नश्यति तदा तयोः मध्ये अन्योन्य अभावः अपि नश्यति इति। अत्र केवलं चिन्तनार्थम् एतत् सर्वमहं पाठस्य बहिः गच्छन् अस्मि, किन्तु भवतु, अस्तु तर्हि अत्यन्त अभावः पूरयतु मेहुल् महोदय। हा अत्यन्त अभावः इत्युक्ते उदाहरणं वदतु प्रथमं। हा उदाहरणं मनसि घटः भूतले नास्ति, हा घटः कदाचित् भवितुमर्हति कदाचित् न भवति इति तादृश, अतः घटलं भूत भूतलं घटवत् इति, तर्हि भूतलं घटवत् इति भवितुमर्हति, हा भवितुमर्हति, तत्र वस्तुतः इतोपि किञ्चित् चिन्तनीयमस्ति, भवतु विषयान्तरमस्ति, घट अभावः इदानीमस्ति, यदा घटः आनयामः तदा घटाभावः अपगच्छति खलु, तदा एव इत्युक्ते तयोः घटघटाभावयोः मध्ये अभावस्य प्रतियोगी अस्ति, घटाभावस्य प्रतियोगी अस्ति अस्ति घटः, तर्हि प्रतियोगी इत्यस्य लक्षणं किं, यस्य अभावः तत् प्रतियोगी, तयोः मध्ये सः अनवस्थानदोषः अस्ति इति कृत्वा घट अभावः भूतलात् अपगच्छति किन्तु नश्यति वा इति चिन्तनीयम्। नो चेत् किं वक्तव्यं, यदा पुनः घटः भूतलात् अपसरामः तदा घट अभावः अन्योन्य अभावः उत्पद्यते इति वक्तव्यम्। तर्हि घटः घट अभावः उत्पद्यते इति वदामश्चेत् तस्य कारणं किम् इति वक्तव्यम्। तर्हि अपगच्छति इति तावद् वदेम, तर्हि इतोपि किञ्चित् चिन्तनीयमस्ति अत्र, एतत् सर्वम् इत्युक्ते इदानीं निगमितुं मम इच्छा नास्ति, विषयान्तरमस्ति इति कृत्वा, किन्तु एतादृशचिन्तनं कर्तुं शक्यते इति अस्ति, सर्वे चिन्तयन्तु, अग्रे आयास्यति, इतोपि तत्र अभावस्य पाठः यदा भवति अन्ते, तदेव सप्तमद्रव्यमस्ति खलु, तदा इतोपि कपि सप्तमपदार्थः धातुद्रव्यम् इति कृत्वा इतोपि किञ्चित् चिन्तनं तस्मिन् विषये भवति, तदा इतोपि चिन्तनं कुर्मः, किन्तु अत्र एतादृशसूक्ष्मचिन्तनं कर्तुं योग्यमस्ति इति बोद्धुम् एतादृशं चिन्तनं मया कृतं, भवतु अस्तु। तर्हि प्रकृतविषये अस्माभिः किं निगमितम् इति चेत् नित्यत्वम् अनित्यत्वम् उभयमपि व्याप्यवृत्ति, दैशिक अव्याप्यवृत्तित्वं वा कालिक अव्याप्यवृत्तित्वं वा नित्यत्वस्य वा अनित्यत्वस्य वा न भवितुमर्हति इति कृत्वा किम्। तर्हि इदानीं यद् अत्र वादिप्रतिवादिनौ यौ भवतः तयोः मध्ये एकः भ्रान्तः भवेत् निश्चयेन इति आगतं, तावदागतम्, अस्तु धन्यवादः महोदय, अग्रे सतिभौम भगिनी पठति वा, तथा च तथा च शब्दः नित्यो वा भवेत् अनित्यो वा, एवञ्च वादिनोः मध्ये एकस्य कस्यचित् अनुमतिः भवेत् प्रमा अप्रमा तु अपरस्य, एवं तादृश अनुमतिसाधकपरामर्शः परामर्शयोः अपि तयोः परामर्शयोः मध्ये यस्य कार्यरूपा अनुमतिः प्रमा अर्थात् यस्य साध्यं पक्षे अस्ति तस्यैव हेतुः अपि पक्षे भवेत् इति सः परामर्शः पक्षधर्मदांशे सः परामर्शः पक्षधर्मदा अंशे प्रमा व्याप्ति पक्षधर्मत्वांशे प्रमा व्याप्तिः अपि तस्मिन् हेतौ सम्भवति इति तस्य परामर्शस्य प्रमात्वं भवेत्। यस्य तु परामर्शस्य साध्यं वस्तुतः पक्षे न भवति न तत्र हेतुः भवेत्, कथं च व्यापके साध्ये निवृत्ते व्याप्यः तत्र स्थातुमर्हति, एवञ्च हेतोः पक्षे अवृत्तित्वे अपि तदवगाहनात् अवृत्तित्वे अपि तदव अवगाहनात् सः परामर्शः पक्षधर्मदांश भवेत् भ्रमा। अस्मिन् परिच्छेदे नित्यत्वम् अपि अनित्यत्वं तयोः वादिप्रतिपादिनोः ज्ञानम् उक्तमस्ति, तेषु एकः भवति भ्रम, अन्यः भ्रमा इति तस्मिन् विषये उक्तमस्ति. यत् प्रथमं यत् प्रमा एकं ज्ञानं स्वीकृत्य तस्मिन् पक्षधर्मता अपि च व्याप्तिज्ञानम् अस्ति चेत् तत् अस्ति प्रमा इति. तदनन्तरं अस्तु, अत्र एकनिमिषं भगिनि, अत्र प्रमा भ्रमा इति भवत्या यदुक्तं तद् कीदृशज्ञाने ज्ञानस्य विषये उक्तम्? प्रतिबन्धप्रतिबद्धज्ञानस्य विषये नास्ति. इदानीं शब्दः नित्यः वादिप्रतिवादिनः एवञ्च वादिनोः मध्ये एकस्य कस्यचित् अनुमितिः भवेत् प्रमा. तर्हि अनुमितिज्ञानं कीदृशज्ञानमिति चेत् अनुमितिज्ञानम्, अनुमितिज्ञानं प्रमात्मकं वा भ्रमात्मकं वा भवेत्. एकस्य अनुमितिः प्रमा भवेत्, अन्यस्य अनुमितिः भ्रमा भवेत्, खलु? किमर्थम् इति चेत् नित्यत्वस्य अनित्यत्वस्य व्याप्यवृत्तित्वमेव अस्ति इति कृत्वा एकस्य अनुमितिः प्रमा भवेत्, अन्यस्य अनुमितिः भ्रमा भवेत्. तर्हि अनुमितिः प्रमा भवेत्, अनुमितिः भ्रमा भवेत् चेत् किं प्रमा भवेत्, किं भ्रमा भवेत्? अनुमितिः केन ज्ञानेन जायते? परामर्शज्ञानेन. उत्तमम्, खलु? तर्हि तदेव उक्तं, परामर्शः. तर्हि यस्य अनुमितिः प्रमा भवेत् तस्य परामर्शः प्रमा भवेत्. यस्य अनुमितिः भ्रमा भवेत् तस्य परामर्शः भ्रमा भवेत्, खलु? अस्तु, तर्हि इदानीं परामर्शः केन ज्ञानेन जायते? नो चेत् काभ्यां काभ्यां ज्ञानाभ्यां जायते? व्याप्ति अपि च पक्षधर्मदा. उत्तमं, तर्हि यस्य परामर्शस्य प्रमा भवेत् तस्य पक्षधर्मताज्ञानं प्रमात्मकं भवेत्. नो चेत् व्याप्तिः प्रमात्मकं भवेत्, वस्तुतः उभयमपि प्रमात्मकं भवेत्, खलु? उभयम् अवश्यम्, उभयमपि प्रमात्मकं भवेत्. यस्य परामर्शः प्रमा भवेत् तस्य उभयमपि इत्युक्ते पक्षधर्मता अपि च व्याप्तिः उभयमपि प्रमा भवेत्. यस्य परामर्शस्य भ्रमा भवेत् तस्य, वदतु इदानीं, पूरयतु. तस्य व्याप्ति अथवा पक्षधर्मता एकं नास्ति चेत् तद् भ्रमः भवति. नो चेत् उभयमपि नास्ति चेदपि भ्रमः भवति, भ्रमः भवति, खलु? भ्रमा भवति, अप्रमा भवति. समीचीनं, तर्हि अस्तु, इदानीं तावत्पर्यन्तं चिन्तितम्. इतो इदानीं तत्र पक्षधर्मता अस्ति वा न वा इति कथं निर्णेतुं शक्नुमः? इदानीं पक्षं अस्माकम् उदाहरणमस्ति, उदाहरणे शब्दः पक्षः अस्ति, तस्मिन् वादिनः अथवा प्रतिवादिनः वाक्यं स्वीकृत्य तस्मिन् पक्षधर्मतः तपक्षे हेतुः अस्ति वा इति चिन्तनीयं, खलु? पक्षधर्मता इत्युक्ते किं? पक्षधर्मता कुत्र वर्तते? हेतौ वर्तते, हेतौ वर्तते, खलु? आम् आम्. तर्हि पक्षधर्मता अस्मिन् हेतो हेतौ अस्ति इति बोद्धुं हेतुः पक्षे अस्ति वा इति चिन्तनीयम्. हेतुः पक्षे अस्ति चेत् पक्षधर्मता हेतौ अस्ति. हेतुः पक्षे नास्ति चेत् पक्षधर्मता हेतौ नास्ति. अस्तु, इदानीं प्रकृत उदाहरणं स्वीकुर्मः. शब्दः नित्यः श्रावणत्वात् इत्यत्र हेतुः कः? हेतुः श्रावणत्वमिति. सत्यं, तर्हि इदानीं श्रावणत्वं शब्दे अस्ति वा? शब्दे अस्ति, हा श्रावणत्वं शब्दे अस्ति, तर्हि श्रावणत्वे पक्षधर्मता अस्ति वा? अस्ति. उत्तमं, तर्हि इदानीं द्वितीयवाक्यं, शब्दः अनित्यः कार्यत्वात् घटवत् इत्यत्र हेतुः कः? कृतकत्वं, कार्यत्वं, कार्यत्वं, कृतकत्वम् उभयमपि समानमेव, किन्तु अत्र कार्यत्वम् इति उक्तम्. अस्तु, शब्दे कार्यत्वमस्ति वा? शब्दे कार्यत्वमपि अस्ति, अनित्यः खलु इति निरूपणीयं खलु? यदा शब्दः अनित्यः इति निरूपितं भवति तदा कार्यत्वं शब्दे अङ्गीकृतं भवति खलु? महोदय, अत्र मम एकः सन्देहः, इदानीं शब्दः नित्यः इति यत् हेतुः अस्ति, न शब्दः नित्यः इति हेतुः नास्ति, न तस्मिन् वाक्ये यद् हेतुः अस्ति, परन्तु अत्र हेतु अन्तरम् इति स्वीकुर्मः वा तस्मिन्नेव वाक्ये? वाक्यं वदतु, तदनन्तरं प्रथमं शब्दः नित्यः श्रावणत्वात् इति अस्माभिः चिन्तितं, तदनन्तरं शब्दः नित्यः कृतकत्वात् इति न वा इति न वा इति मम प्रश्नः. शब्दः अनित्यः इति द्वितीयवाक्यं स्वीकृत्य चिन्तनीयं वा इति. तदेव इदानीं मया तदेव वयं चिन्तयन्तः स्मः खलु, शब्दः अनित्यः कार्यत्वात् इत्यत्र हेतुः कः? अनित्यः, पुनः वदतु, अनित्यः इति चेत् कार्यत्वं, शब्दः अनित्यः कार्यत्वात् इति वाक्ये हेतुः कः? कार्यत्वं. हा, तर्हि कार्यत्वं शब्दे अस्ति वा न वा? कार्यत्वं शब्दे नास्ति. नास्ति इति कथं निर्णीतवती? शब्दः नित्यः अस्ति चेत् कार्यत्वमपि अस्ति, अतः एव भ्रमः अत्र. तर्हि कार्यत्वं शब्दे अस्ति वा न वा इति निर्णेतुं साध्यं पक्षे अस्ति वा न वा इति निर्णेतव्यं खलु? यदि शब्दः नित्यः तदा कार्यत्वं शब्दे नास्ति इति निर्णेतुं शक्यते, यदि शब्दः अनित्यः तदा कार्यत्वं शब्दे अस्ति इति निर्णेतुं शक्यते. तर्हि अत्र किं ज्ञायते, अस्मिन् अनेन हेतुना अत्र किञ्चित् क्लेशः अस्ति. भवतु, तर्हि इदानीं प्रकृतविषयं, तर्हि कार्यत्वं शब्दे अस्ति वा, पक्षधर्मता कार्यत्वे अस्ति वा इति प्रश्नस्य उत्तरं किम्? पक्षधर्मता कार्यत्वं शब्दे अस्ति वा इति, न पक्षधर्मता कार्यत्वे अस्ति वा, तावदेव प्रश्नः. यदि अनित्यत्वं पक्षे अस्ति चेत् कृतकत्वम् अपि अस्ति इति. तर्हि निर्णयः कः? न निर्णेतुं शक्यते खलु? इत्युक्ते पर्वतः वह्निमान् धूमात् इत्यत्र पर्वते धूमः अस्ति, धूमे पक्षधर्मता अस्ति इति केन प्रमाणेन ज्ञातम्? प्रत्यक्षप्रमाणेन. शब्दे कार्यत्वम् अस्ति इति केन प्रमाण केन प्रमाणेन ज्ञायते? क्लेशः अस्ति, तदेव अहमपि चिन्तितवती. तर्हि पक्षधर्मता अस्ति वा न वा इति निर्णेतुम् अत्र क्लेशः अस्ति. यावत्पर्यन्तं साध्यं पक्षे अस्ति इति न ज्ञातुं शक्नुमः तावत्पर्यन्तं हेतुः पक्षधर्मता अस्ति वा इति ज्ञानं न भवितुमर्हति. अस्तु इति किञ्चित् क्लेशः अस्ति इति कृत्वा इदानीं यत् परिच्छेदं भवत्या पठितं तत्रैव यस्य तु परामर्शस्य इति आरभ्य पुनः एकवारं पठतु। यस्य तु परामर्शस्य साध्यं वस्तुतः पक्षे न भवति न तत्र हेतुः भवेत् इति वाक्यस्य अर्थः कः? यस्य तु परामर्शस्य साध्यं वस्तुतः पक्षे न भवति न तत्र हेतुः भवेत्। परामर्शज्ञाने अंशद्वयं वर्तते। अंशद्वयमेव वर्तते वा? न, ज्ञानचतुष्टयम् अस्ति अत्र। पर्वतः अयं पर्वतः वह्निव्याप्य धूमवान्, वह्निव्याप्य धूमवान् अयं पर्वतः इति वदतु। वह्निव्याप्य धूमवान् अयं पर्वतः इति तादृशज्ञाने व्याप्ति अपि च पक्षधर्मदा अस्ति। परामर्शज्ञाने साध्यं वस्तुतः पक्षे न भवति, साध्यं वस्तुतः पक्षे न भव वस्तुतः पक्षे न भवति न तत्र हेतुः भवेत् इति वाक्यस्य अर्थः कः? किमर्थम् एतादृशम् उक्तम्? उभयमपि भवत्या प्रतिपादितम्। यस्य तु परामर्शस्य साध्यं वस्तुतः पक्षे न भवति न तत्र हेतुः अपि परामर्श समीचीनतया न पठति, एवं पठनीयं भगिनि, तदा अर्थबोधः जायते। यस्य तु परामर्शस्य साध्यम्, ओ परामर्शस्य साध्यम् इत्यस्य अर्थः कः? परामर्शज्ञानं न उदेति इति न परामर्शस्य साध्यम् इति वाक्यस्य इति पदस्य अर्थः कः? साध्यं परामर्शस्य उत्पत्ति परामर्शज्ञानं नास्ति। परामर्शस्य साध्यं यथा जनकस्य पुत्री सीता तथा परामर्शस्य साध्यम्। परामर्शज्ञाने के विषयाः भवन्ति? परामर्शज्ञाने हेतु साध्यं पक्षः तयोः इदानीं भवती साध्यमिति उक्तवती खलु? आम्, तदेव अत्र उक्तं परामर्शस्य साध्यम् इत्युक्ते परामर्शज्ञाने यद् साध्यमस्ति तत् साध्यं वस्तुतः पक्षे न भवति चेत् तत्र हेतुः अपि न भवति न भवेत् खलु? इदानीम् उक्तं वा परामर्शस्य साध्यम् इत्यस्य अर्थः? परामर्शज्ञाने यद् साध्यत्वेन उक्तं तत् इति अर्थः परामर्शस्य साध्यम्। परामर्शज्ञाने यत् साध्यत्वेन उक्तमस्ति तस्मिन् विषये तत् साध्यं वस्तुतः पक्षे नास्ति चेत् तत्र न तत्र हेतुः भवेत् इति उक्तं किमर्थम्? परामर्शज्ञानस्य आकारः तादृशम् अस्ति हेतु व्याप्तिज्ञानं भवेत् खलु? साध्यं नास्ति चेत् हेतुः न भवेत् इति उक्तम्। साध्यं नास्ति चेत् साध्यं पक्षे नास्ति चेत् तत्र हेतुः अपि न भवेत् इति उक्तं किमर्थम्? हेतुः व्याप्यः अस्ति साध्यं व्यापकः अस्ति। समीचीनम्, इदानीं समीचीनतया उत्तरम् उक्तवती, समीचीनम्। हेतुः व्याप्यः अस्ति, तर्हि व्याप्यः इत्यस्य लक्षणं किम्? अधिक देश वृत्तित्वं व्याप्यः इत्युक्ते वा तत् न्यूनदेशवृत्तित्वं? हा, वस्तुतः न्यूनदेशवृत्तित्वम् अधिकदेशवृत्तित्वम् इत्यस्य परिष्कारः अपि कृतः खलु? आम् तर्हि किं वक्तव्यम्? अनतिरिक्तवृत्तित्वम् अनतिरिक्तम् अन्यून अनतिरिक्त अनतिरिक्तवृत्तित्वं व्याप्तित्वम् अन्यूनवृत्तित्वं व्यापकत्वम् इति उक्तं तर्हि हेतुः व्याप्यः इति कृत्वा यत्र साध्यं नास्ति तत्र निश्चयेन हेतुः न भवति अनतिरिक्तवृत्तित्वं व्याप्यत्वस्य लक्षणम् इति कृत्वा न भवति तदेव लिखितं कथं च व्यापके साध्ये निवृत्ते व्याप्यः तत्र स्थातुम् अर्हति न भवति खलु हेतुः तत्र न भवितुमर्हति एवं च हेतोः पक्षे अवृत्तित्वे अपि तदवगाना अवगाहनात् अस्तु तद्वाक्यम् एकवारं पठित्वा वदतु एवञ्च हेतोः पक्षे अवृत्तित्वे अपि तदवगाहनात् सः परामर्शः पक्षधर्मदा अंशः भवेत् अंशे भवेत् भ्रमः एवञ्च हेतोः पक्षे अवृत्तित्वे अपि तदवगाहनात् यत्र साध्यं नास्ति तत्र हेतुः न भवेत् परन्तु तस्य अवृत्तित्वे अपि अवृत्तित्वे सति वृत्तित्वस्य अवगाहनात् इति खलु सः परामर्शः भ्रमः भवति यत्र तस्य वृत्तित्वं न भवेत् तत्र वृत्तित्वं तस्य विद्यमानत्वम् अस्ति इति तदेव भ्रमस्य कारणम् नो अत्र पश्यतु भगिनि वाक्यमेवमस्ति वाक्ये किमुक्तं तद् वक्तव्यम् एवं च हेतोः पक्षे अवृत्तित्वे अपि तदवगाहनात् इत्युक्ते वस्तुतः अत्र साध्यं नास्ति चेत् हेतुः न भवेत् तर्हि हेतुः नास्ति चेदपि तत्र हेतुः अस्ति इति ज्ञानमस्ति चेत् तादृशज्ञानम् अत्र भ्रमात्मकमस्ति खलु आवृत्तित्वे अपि इत्यनेन हेतुः उक्तः वा साध्यमुक्तः वा इति एव भ्रमः हेतोः पक्षे अवृत्तित्वे अपि अत्र साध्यमिति पदमेव न दृश्यते खलु नास्ति खलु पूर्वस्मिन् वाक्ये किमुक्तं साध्यं नास्ति यदि साध्यं नास्ति इति निश्चितज्ञानं भवति तदा प्रत्यक्षेन प्रमाणेन वा अन्येन येन केनापि प्रमाणेन साध्यं नास्ति इति निश्चितज्ञानमस्ति चेत् तत्र हेतुः नास्ति इति भवति इति भवेत् किमर्थं हेतुः व्याप्यः इति कृत्वा यदि तत्र हेतुः न भवेत् किन्तु अवगाहते चेत् तादृशम् अस्ति इति भाति चेत् तर्हि तादृशपक्षधर्मताज्ञानेन यदि परामर्शः जायते तदा परामर्शः भ्रमा भवति तर्हि कस्मिन् अंशे भवा इति चेत् पक्षधर्मता अंशे भ्रमा भवति भ्रमः भवति इति उक्तं तावदेव उक्तम् अस्तु अग्रे गच्छेम धन्यवादः भगिनि अग्रे वर्षा भगिनी पठति वा अथ साध्याभाववति पक्षे तिष्ठति हेतुः तर्हि पक्षवृत्तित्वं तस्य अस्ति इति न सः परामर्शः पक्षधर्मतांशे भ्रमः परन्तु स्वसाध्य अभाव अधिकरणे विद्यमानत्वात् व्यभिचारी एव भवेत् हेतुः प्रति पक्षे साध्य पक्षः तु साध्याभाववान् अस्ति अत्र तादृशपक्षे हेतुः अस्ति अतः अत्र पक्षवृत्तित्वं हेतोः पक्षवृत्तित्वम् अस्ति इति कृत्वा पक्षधर्मता अंशे भ्रमः न अस्ति कुत्र भ्रमा इत्युक्ते अत्र व्याप्तिज्ञाने भ्रमा भवेत् वा महोदय उत्तमं समीचीनं तदेव पक्षधर्मतांशे भ्रमः नास्ति किमर्थं हेतुः पक्षे अस्ति इति कृत्वा, किन्तु कीदृशपक्षे अस्ति, साध्य अभाववती पक्षे अस्ति इति कृत्वा व्याप्तिज्ञाने भ्रमः भवति. अस्तु अग्रे. एवं च एवं च साध्य अभाववत् वृत्तित्ववति व्यभिचारिणी साध्य अभाववत् वृत्तित्व अभावरूपां व्याप्तिम् अवगाहते प्रकृतपरामर्शः इति व्याप्त्यंशे सभ्रमरूपः भवति. तदेव उक्तं. यथा वदतु अत्र साध्य अभाववत् वृत्तित्वमिति उक्तम्, अवृत्तित्वमिति न उक्तम्. साध्यभाववत् वृत्तित्ववति व्यभिचारिणी साध्यभाववत् वृत्तित्व अभावरूपां व्याप्तिम् अवगाहते प्रकृतपरामर्शः इति व्याप्त्यं शेषभ्रमरूपः भवति. साध्यभाववत् तर्हि साध्य अभाववत् वृत्तित्ववति इत्यनेन कः उक्तः? साध्य अभाववत् वृत्तित्ववति हेतुः. उत्तमं, बहु उत्तमं भगिनि. साध्य अभावत् वृत्तित्ववति हेतौ, कीदृशहेतुः? व्यभिचारिणी हेतौ खलु. साध्य अभावत् वृत्तित्ववति व्यभिचारिणी हेतौ. साध्य अभावत् वृत्तित्व अभावरूपां व्याप्तिम् अवगाहते प्रकृतपरामर्शः इति व्याप्तंशे सः भ्रमरूपः भवति. उत्तमम्, अग्रे पठतु. यथा पर्वतः वह्निमान् धूमात् इति वादिनः पक्षे पर्वते वन्ये सत्त्वात् तत्र व्याप्यस्य धूमस्य वृत्तित्वे न किञ्चित् बाधकम्. व्याप्तिः अपि धूमे अस्ति इति पक्षधर्मतांशे व्याप्ति अंशे च प्रमात्मक एव तत्रत्यः परामर्शः पर्वतः वह्नि व्याप्य धूमवान् इति. अत्र तु सम्पूर्णतया पक्षधर्मता अपि अस्ति, व्याप्यंशे अपि प्रमात्मकमेव तत् ज्ञानं भवति इति रसमस्ति. पर्वतः वह्नि व्याप्य धूमवान् इति व्याख्ये इति अनुमितिवाक्ये. प्रतिवादिना तु तत्रैव पर्वते वह्नि अभावसाधनाय जलत्वं हेतुत्वेन उपन्यस्तम् तथा च स्थलम् इति चिन्तनीयं. अग्रे. सो पर्वतः वह्नि अभाववान् जलत्वात् इति द्वितीयवाक्यं भवति. जलत्वं प्रतिवादी वदति. परन्तु दुष्टसत्प्रतिपक्षम् इति निरूपणीयं किल महोदय? तदेव तद् च आशयः किल महोदय? हा, तर्हि अग्रे पठनात् पूर्वं स्वचिन्तनं करोतु. यदि कोऽपि वदति पर्वतः वह्निः अभाववान् जलत्वात् इति वदति, तर्हि अत्र कः क्लेशः इति प्रतिपादनीयं भवत्या. अग्रे पठनात् पूर्वं स्वचिन्तनं करोतु. हा, प्रथमं तु पक्षधर्मता अत्र हेतु अस्ति जलत्वं. जलत्वं पर्वते नास्ति इति कृत्वा पक्षधर्मता नास्ति. तत् प्रथमं दोषं भवति, अतः तत् भ्रमज्ञानं भवति. द्वितीयं तु व्याप्तिज्ञाने तु भ्रमत्वं नास्ति. जलत्वम् अपि च वर्ण्यभाव हेतुसाध्ययोः साध्ययोः मध्ये व्याप्तिः तु अस्ति एव, परन्तु व्याप्तिवाक्यं वदतु. यत्र यत्र वन्यभाव यत्र यत्र इदानीं साध्यम् अत्र अत्र परामर्शस्य वाक्यं किं? पर्वतः वह्नि अभाववान् जलत्वात्. अत्र पक्षः कः, साध्यं किं, हेतुः कः इति वदतु प्रथमं. पक्षः पर्वतः, हेतुः जलत्वं, साध्यः वन्य अभावः वन्य अभावः न वन्य अभावः इति एव स्वीकर्तुं शक्यते. किमर्थमित्युक्ते वन्य अभाववान् इति एव लिखितमस्तु. तर्हि वन्य अभावः इति साध्यं, समीचीनं. जलत्वमिति हेतुः. तर्हि अन्वयवाक्यं वदतु. यत्र यत्र जलत्वं तत्र तत्र वन्यभावः इति अन्वयः। उदाहरणं वदतु। यथाह्रदः। उत्तमं। व्यतिरेकवाक्यं वदतु। यत्र यत्र वन्यभाव अभावः इत्युक्ते यत्र यत्र वन्यः वन्यभावः तत्र तत्र जलत्वाभावः इति भवति। यथा यथा महानस। उत्तमं, बहु उत्तमम्। इति कृत्वा अस्मिन् अनुमानपरामर्शवाक्ये व्याप्तिः समीचीनमस्ति। व्याप्त्यंशे भ्रमः नास्ति, किन्तु कस्मिन् अंशे भ्रमः? अत्र पक्षधर्मता अंशे एव भ्रमः अस्ति। हा, पक्षधर्मता अंशे भ्रमः इति वक्तव्यं। तद् निरूपणार्थम् एतादृश उदाहरणं स्वीकृतमस्ति। अस्तु, इदानीम् अग्रे पठतु। बहु समीचीनं भगिनि। जलत्वं यत्र यत्र तत्र वन्यभावः अस्ति इति भवति, तत् वन्यभावव्याप्यम् इति पर्वते वन्यभावे असति, कथं तद् व्याप्यं जलत्वं स्थातुमर्हति? तथा च पर्वते अविद्यमानमपि जलत्वं तत्र अवगाहते अयं परामर्श इति पक्षधर्मतांशे अयं भ्रमः। तदेव इदानीं चिन्तितं खलु। तर्हि पक्षदांशे पक्षधर्मतांशे अयं भ्रमः, तत् कथं निरूपितम् इति एकवारं वदतु। किमर्थं जलत्वं पर्वते नास्ति इति कथं निरूपितम्? We have not proved it, no, महोदय। We have only understood it that it is not there. न न अत्र अत्र निरूपितमस्ति जलत्वम्। अत्र वन्य अभावः असति, अतः जलत्वं कथं स्थातुम् अर्हति? तदेव। हा, वर्षा भगिनी एकवारं पुनः पठतु। जलत्वं यत्र यत्र तत्र वन्य अभावः अस्ति इति भवति, तत् वन्य अभावव्याप्यम् इति पर्वते वन्य अभावे असति, पर्वते वन्य अभावे असति, कथं तद् व्याप्यं जलत्वं स्थातुम् अर्हति? अनेन वाक्येन जलत्वं पर्वतेन भवितुम् अर्हति इति उक्तं, तत् कथम् इति चिन्तनीयम्। जलत्वं पर्वते ओके, जलत्वं यत्र यत्र तत्र वन्य अभावः अस्ति इति भवति, तत् वन्य अभावव्याप्यं जलत्वं वन्य अभावव्याप्यम् इति पर्वते वन्य अभावे असति, यदा पर्वते वह्निः अस्ति तदा कथं तद् व्याप्यं जलत्वं स्थातुमर्हति अत्र इति? इट्स् नाट् क्लियर् महोदय। मेहुल् महोदय वदतु। आम्, किम् अस्ति अत्र? यथा भवती उक्तवती, जलत्वम् इति वन्यभावव्याप्यमस्ति खलु, एतदेव दत्तं। परन्तु पर्वते वन्य अभाव असति इत्युक्ते नास्ति, वन्य अभाव एव नास्ति, तर्हि कथं जलत्वं वन्य अभावव्याप्यमस्ति? तत् कथं तत्र भवति? किमर्थम् इत्युक्ते वन्य अभावः एव नास्ति, तर्हि तद् व्याप्य जलत्वं तत्र कथं भवति? अतः जलत्वम् इति पर्वते नास्ति इत्युक्ते जलत्वे पक्षधर्मता नास्ति, तदेव पक्षधर्मतांशे भ्रमः इति भवति। बुद्धं वा वर्षा भगिनि? न महोदय, न बुद्धं। किमर्थं महोदय अत्र पर्वते वन्य अभावे असति इत्युक्ते पर्वते वन्नि अस्ति, यदि वन्नि अस्ति तदा अत्र तस्य व्याप्यं जलत्वं तस्य ऐ मीन् तत् अत्र तु यदि वन्नि अस्ति तर्हि अत्र जलत्वं न भवितुमेव अर्हति, परन्तु यदा पर्वते वन्नि अपि न अस्ति, द जलत्वम् इस् इण्डिपेण्डेण्ट् आफ् दि वन्य अभाव व्याप्ति आफ् द जलत्वम् इन् द पर्वता इस् हौ वी शुड् लुक् अट् इट् नो महोदय, बिकास् पर्वता इस् अग्रिमे बि अपि अग्रिमे ग्रन्थकारः अपि वदति किल महोदय, अत्र पाषाणमयत्वम् अस्ति इति कृत्वा एव अत्र जलत्वं नास्ति इति वक्तुं शक्यते इति मम चित्रम्। न, तावत्पूर्वम् अत्र अस्मिन् वाक्ये किमुक्तम् इति अवगन्तव्यम्। जलत्वं यत्र यत्र तत्र तत्र वह्नि अभावः अस्ति इति भवति तत् वह्निव्याप्य वह्नि अभावव्याप्यम् तर्हि यदा व्याप्तिः निरूपिते इदानीं भवती व्याप्तिः निरूपितवती खलु व्याप्तिः कुत्र अस्ति जलत्वे अस्ति तस्य अपेक्षया वह्नि अभावस्य अपेक्षया जलत्वं व्याप्यमस्ति इति कृत्वा यदि पर्वते वह्नि अभावः अस्ति तदा तत्र जलत्वनिश्चयेन न भवति खलु किमर्थं यदि किमर्थमित्युक्ते जलत्वं वह्नि अभावेन व्याप्यमस्ति पर्वते वह्नि न अस्ति खलु तादृशस्थितिः अस्ति पर्वते वह्निः नास्ति इति चेत् वस्तुतः पर्वते वह्निः अस्ति वा न वा इति पर्वतः पक्षः इति कृत्वा साध्यसन्दिग्धवान् अस्ति खलु किन्तु यदि पर्वते वह्निः नास्ति इति स्वीकुर्मः चिन्तनार्थम् अत्र व्याप्तिः उक्ता अस्ति तयोः मध्ये वह्नि अभावः अपि च जलत्वयोः मध्ये व्याप्तिः उक्ता अस्ति निरूपितमपि यत्र यत्र जलत्वं तत्र तत्र वह्निः अभावः यथा हृदः यत्र यत्र वह्नि अभावाभावः तत्र तत्र जलत्वाभावः यथा महानसम् इति जलत्वम् अपि च वह्नि अभावः अनयोः मध्ये व्याप्यव्यापकभावः उक्तः इति कृत्वा व्याप्तिः सिद्धा अस्ति इति कृत्वा यदि पर्वते वह्नि अभावः अस्ति तर्हि जलत्वं पर्वते न भवति खलु निश्चयेन अत्र भवती भवितुम् अर्हति खलु महोदय यदि वह्निः अस्ति यदि वह्निः अस्ति चेत् वह्नि अभावः अपि च जलत्वयोः मध्ये व्याप्तिः निरूपितः वा न वा न निरूपितः तर्हि साध्यं नास्ति इति चेत् तत्र हेतुः भवति वा साध्यं नास्ति चेत् अत्र केवलं वह्नि अभाव असति इति अस्ति न तु अस्ति आमां हा तदेव वह्नि अभावे असति इति सति सप्तमी अत्र हा सति तेनैव भ्रमः न रमेश महोदय वदतु इदानीं धूमवह्न्योः मध्ये व्याप्तिः वह्नि अभावे असति इदानीं कृतं वह्नि अभावे असति इत्युक्ते वह्नि अस्ति पर्वते वह्निः अस्ति इदानीं समीचीनमस्ति तर्हि वह्निः पर्वते अस्ति तर्हि जलत्वं न भवितुम् अर्हति तत् समीचीनं वस्तुतः अत्र एतादृशं न निरूपयितुं शक्यते किमर्थम् इत्युक्ते पक्षः वह्नि साध्यसन्दिग्धवान् अस्ति किन्तु यदि वह्निः पर्वते वह्निः अभावः पर्वते वह्नि अभावे असति कथं तद्व्याप्यं जलत्वं स्थातुमर्हति इति प्रश्नः तर्हि वह्नि अभावः नास्ति चेत् तत्र जलत्वमपि न भवितुमर्हति किमर्थं जलत्वं वह्नि अभावेन व्याप्यमस्ति इति कृत्वा तथा च दट् इस् ओन्लि अ कण्डिशनल् स्टेट्मेण्ट् सीङ्ग् दट् वह्नि अभावे असति बट् दट् डस् नाट् प्रूव् दट् जलत्वम् इस् नाट् देर् इन् द पक्ष टु प्रूव् दट् जलत्वम् इस् नाट् देर् इन् द पक्ष वि नीड् टु टेक् अ मोर् जनरल् स्टेट्मेण्ट् वि काण्ट् टेक् अ कण्डिशनल् स्टेट्मेण्ट् सो हौ डस् दिस् स्टेट्मेण्ट् प्रूव् इट् no if it's a conditional proving that's all then that proof is not proof no yeah it is only some proof. agreed atra kimartam maya prishtam iti chet asmin vakye kibuktam iti bhavatya avagatam va iti parvate vanihe abhave asati katam tad vyapyam jalatvam statu marhati iti uktam tad buddham kalu ha mohya परन्तु टु रियलि प्रूव् दट् पक्षधर्मता इस् नाट् देर् इन् द हेतु वि शुड् टेक् द स्टेट्मेण्ट् आफ् पाषाणमयत्वं करेक्ट् न महोदय सत्यं अतः एव मम स्प्रेड्शीट् मध्ये एकं किं सदसि मया योजितमस्ति इत्युक्ते केन प्रमाणेन पक्षधर्मता केन प्रमाणेन ज्ञायते इति लेखनीयम्। जलत्वं पर्वते अस्ति वा न वा इति निर्णेतुं तत्र प्रमाणम् आवश्यकमस्ति। यथा वर्ष सत्यभामावासगिन्या सह मया चिन्तितं कार्यत्वं शब्दे अस्ति वा न वा इति निर्णेतुं किं प्रमाणम् इति चेत् नित्यत्वं शब्दे अस्ति चेत् कार्यत्वं न भवति इति क्लेशः अस्ति। तर्हि पक्षधर्मता केन प्रमाणेन ज्ञायते इत्यस्मिन् विषये चिन्तनीयम्। अस्तु भवतु। तथा च पर्वते अविद्यमानमपि जलत्वं तत्र अवगाहते अयं परामर्शः इति पक्षधर्मतांशे अयं भ्रमः भवति इति उक्तं यदि अवगाहते। अस्तु अग्रे गच्छेम। रमेश महोदय पठति वा? अथ च महोदय अथ च तत्र ब्रह्मत्ववारणाय पक्षे वस्तुतः विद्यमानं पाषाणमयत्वं हेतुं प्रतिवादी ब्रूयात् तदा वह्नि अभावस्य पर्वते असत्वात् तत्र च पाषाणमयत्वस्य सत्वात् आगता हेतोः व्यभिचारिता इति व्याप्तांशे तस्य भ्रमत्वं निवार्यम् भ्रमत्वम् अनिवार्यम् भ्रमत्वम् अनिवार्यम् तत्र भ्रमत्ववारणाय पक्षे वस्तुतः पाषाणं तत्र पक्षे इत्युक्ते पर्वते पाषाणमयम् अस्ति पर्वतः तर्हि पाषाणमयत्वं पर्वते अस्ति तादृश वह्नि अभावस्य पर्वते सत्वात् तत्र च पाषाणमयत्वस्य सत्वात् तत्र पर्वते वह्नि पर्वतः वह्नि अभावः अस्ति पर्वतः वह्नि अभावः नास्ति तर्हि पर्वते वह्निः अस्ति। तर्हि इदानीं प्रतिपक्ष प्रतिपक्षिणः प्रतिवादिनः वाक्यं किमिति वदति वा? पर्वतः वह्निमान् पर्वतः वह्नि अभाववान् इदानीमपि वह्नि अभाववान् पर्वतः वह्नि प्रतिपक्षस्य वाक्यं पर्वतः वह्नि अभाववान् इत्युक्ते वन्य वन्यभावस्य पर्वतस्य असत्वात् इति दत्तमस्ति खलु मम तर्हि पर्वतः वन्यमान् एव भवेत् खलु तत् न इदानीम् अत्र किम् अस्मिन् परिच्छेदे किमुक्तम् इति चेत् गते परिच्छेदे किमुक्तं पर्वतः वह्निमान् वह्निः अभाववान् जलत्वात् इति उक्तम्। तत्र इदानीं परिष्करोति प्रतिवादी किं परिष्करोति जलत्वम् इति हेतुं त्यक्त्वा पाषाणमयत्वम् इति हेतुं स्वीकरोति। तर्हि पर्वतः वह्निः अभाववान् पाषाणमयत्वात् इति सः वदति। यदि पर्वतः वह्निः अभाववान् जलत्वान् इति वाक्यं वदति प्रतिवादी तदा पक्षधर्मतांशे भ्रमः भवति। यदि पर्वतः वह्निः अभाववान् पाषाणमयत्वात् इति प्रतिवादी वदति तर्हि कस्मिन् अंशे भ्रमः भवति? बुद्धं खलु? वह्नि अभावस्य पर्वते असत्वात् तत्र च पाषाणमयत्वस्य सत्वात् आगतः हेतोः व्यभिचारिता। तर्हि यदि सः वदति वह्निः पर्वतः वह्नि अभाववान् पाषाणमयत्वात् मयत्वात् इति तत्र परन्तु पर्वते वह्नि दृश्यते एव वा? न इदानीं किं चिन्तनीयं वाक्यम् अस्माकं पुरतः एवमस्ति पर्वतः वह्निः अभाववान् पाषाणमयत्वात् तर्हि इदानीं पक्षधर्मता अस्ति वा इति चिन्तयतु। पक्षधर्मता अस्ति पाषाणत्वं पर्वते पर्वते अस्ति परन्तु यत्र तत् प्रत्यक्षप्रमाणेन ज्ञायते. उत्तमं, तर्हि प्रत्यक्षप्रमाणेन पाषाणमयत्वं पर्वते अस्ति इति प्रमात्मकज्ञानमस्ति तत्. किन्तु इदानीं व्याप्तिः अस्ति वा इति परिशीलयतु, अन्वयव्याप्तिं वदतु. हा, यत्र यत्र पाषाणत्वं तत्र तत्र यत्र यत्र पाषाणमयत्वं तत्र तत्र वह्नि अभावत्वम्. वह्नि अभावः इति, हा, तत्र तत्र वह्नि अभावः यथा किमपि अत्र पाषाणमस्ति, पाषाणं यत्र अस्ति वस्तुतः एतत् अत्र उदाहरणं न वक्तुं शक्यते खलु. यत्र यत्र पाषाणमयत्वं तत्र तत्र पन्नि अभावः यथा इति उदाहरणं वक्तुं शक्यते वा? वक्तुं शक्यते, पर्वतविहाय यत्र पाषाणमयत्वम् अस्ति तत् तत् उदाहरणं भवति. एकं गृहमिति स्वीकुर्मः, हा, गृहे पाषाणमयं गृहमपि पाषाणेन निर्मितं, पाषाण पाषाणभिः निर्मितं खलु इति कृत्वा, पाषाणैः पाषाणभिः नास्ति, पाषाणैः निर्मितम् इति कृत्वा यथा गृहम् इति वदतु. अस्तु, उदाहरणं तत्र व्यतिरेकं व्यतिरेकं वदतु. यत्र यत्र व्यतिरेकं यत्र यत्र पाषाणत्वं न यत्र यत्र वह्नि अभाव यत्र यत्र वह्नि अभाव अभाव यत्र यत्र वह्नि अभाववत् अभावस्य अभावः, वन्यभावस्य यत्र यत्र वह्निः तत्र तत्र पाषाणत्वस्य अभावः, पाषाणत्वमयस्य अभावः, पाषाणमयत्व अभावः यथा यत्र यत्र वह्निः तत्र पाषाणमय अभावः यथा महानसे पाषाणमयत्वस्य अभावः नास्ति. पाषाण महानस्य अपि भवितुमर्हति, पाषाणमयत्वस्य अभावः भवितुमर्हति. समीचीनं वा? इत्युक्ते अत्र वस्तुतः वह्नि अभावत् अत्र यत्र यत्र इति वदामश्चेत् किञ्चित् क्लेशः भवति, अतः व्याप्तेः लक्षणं स्वीकृत्य साध्याभावत् आवृत्तित्वम् इति स्वीकरोतु. तत्र क्लेशः भवति, साध्य अभाववत् इत्युक्ते पाषाणत्वस्य अभावे. न न न, साध्यम् अत्र किं पर्वत् साध्यं वह्नि अभावत्वं, वह्नि अभावः इति साध्यं, वह्नि अभावः तर्हि साध्य साध्य अभावे वह्नि अभावस्य अभावः इत्युक्ते वह्निः यत्र वह्निः साध्य अभाव साध्य अभावे आवृत्तित्वं साध्य अभाववत् तर्हि साध्यम् इति वह्नि अभावः, साध्य अभावः इत्युक्ते वह्नि अभावाभावः इत्युक्ते वह्निः वह्निवत् वह्नि वह्निमत् इति भवति, वह्निमत् भवति, वह्निमत् महानसं भवितुमर्हति. महानसे पाषाणं न भवेत्. मानसं पाषाणम् अभवत् आवृत्तित्वं, हा, तर्हि महानसे पाषाणमयत्वं न यदा कदापि न भवेत् इति चेत् व्याप्तिः सिद्ध्यति खलु. किन्तु महानसे पाषाणमयत्वं भवितुमर्हति खलु, पाषाणमयत्वस्य अभावः अपि भवितुमर्हति, तद् भवतु तद्भवतु, किन्तु पाषाणमयत्वं भवितुमर्हति वा न वा? हा, पाषाणमयत्वं भवितुम् अर्हति, तर्हि व्याप्तिः न सिद्धा भवति इति कृत्वा व्याप्त्यंशे भ्रमत्वम्। आम् खलु, अस्तु समीचीनं। तर्हि अत्र उदाहरणद्वयम् उक्त्वा केवलं चिन्तनार्थम् उक्तमस्ति, इतोपि प्रकृतविषये चिन्तनीयमस्ति। तर्हि वह्नियभाव पर्वतः वह्नियभावान् जलत्वात् इति वदति चेत् तस्मिन् हेतौ पक्षधर्मता अंशे भ्रमत्वमस्ति। पर्वतः वह्नियभाववान् पाषाणमयत्वात् इति प्रतिवादी वदति चेत् व्याप्त्यंशे भ्रमत्वमस्ति। अस्तु, अग्रे गच्छेम। स्वामिमहोदय पठितुमिच्छति वा? महोदय, एतावता एतावता श्रमेण इदं निश्चितं यत् सत्प्रतिपक्षस्थले एकस्मिन् पक्षे दर्शितं यत् व्याप्यवृत्तित्वं तद्वतोः भावाभावयोः साधनाय प्रवृत्तौ अवश्यम् एकः परामर्शः पक्षधर्मतांशे व्याप्तांशे वा भवेत् भ्रम। हा खलु, तद्बुद्धं किं? पक्षधर्मतांशे व्याप्तधर्म व्याप्तांशे वा भवेत्। हा, प्रथमम् अस्माभिः किं निश्चितम्? अव्याप्यवृत्तित्वम् उक्त्वा नित्यत्वस्य अनित्यत्वस्य व्याप्यवृत्तित्वम् एव अस्ति इति निरूप्य एका अनुमितिः भ्रमा भवेत्, अन्या अनुमितिः प्रमा भवेत् इति उक्तम्। तर्हि अनुमितिः प्रमा वा भ्रमा वा भवेत् चेत् तयोः क्रमेण परामर्शः भ्रमा वा प्रमा वा भवेत्। परामर्शः भ्रमा वा प्रमा वा भवेत् चेत्, यदि भ्रमः भवेत् चेत् तदा पक्षधर्मतांशे भ्रमः भवेत्, नो चेत् व्याप्त्यंशे भ्रमः भवेत्। तर्हि अन्ततो गत्वा शब्दः नित्यः श्रावणत्वात् शब्दत्ववत् इत्यत्र इत्यस्मिन् वाक्ये पक्षधर्मतांशे भ्रमः वा व्याप्त्यंशे भ्रमः वा इति परिशीलनीयम्। एवं शब्दः अनित्यः कार्यत्वात् घटवत् इति वाक्ये पक्षतांशे भ्रमः वा व्याप्त्यंशे भ्रमः वा इति परिशीलनीयम् इति आगतम्। अस्तु, अग्रे किमनेन गुरुणा आरम्भेण क्लेशपरिहारः कः क्लेशः? विरोधप्रकरणोत्तरं च तस्य सत्प्रतिपक्षात् वैलक्षण्यप्रदर्शनाय कृतेन विवरणेन सत्प्रतिपक्षस्थले उभौ परामर्शौ तदभावव्याप्यवत्ता निश्चयमुद्रया अनुमितिप्रतिबन्धकौ भवतः इति दर्शितम्। अग्रेपि पठतु। सम्प्रति तयोः परामर्शयोः मध्ये एकस्य भ्रमत्वमपि वर्णितम्, परन्तु हेत्वाभासप्रकरणादौ इह प्रकरणे प्रतिबद्धज्ञानं भ्रमः एव प्रतिबन्धकं प्रमात्मकम् एव इति अपि प्रतिज्ञातम्। यदि तत्प्रतिपक्षस्थले एकतरपरामर्शस्य भ्रमत्वम् आवश्यकम् इति नियमः, तर्हि अस्याः प्रतिज्ञायाः का गतिः? वदतु। किमनेन गुरुणा आरम्भेण, महोदय गुरुणा इत्युक्ते यः वदति लिखति सः? न, गुरुणा इत्युक्ते गभीर आरम्भणं कृतं खलु, इत्युक्ते सत्प्रतिपक्षः इत्यत्र यथा शब्दः नित्यः श्रावणत्वात् शब्दत्वमिति उक्तं साक्षात् तत्र प्रकृत उदाहरणे अगत्वा प्रथमम् अत्र अव्याप्यवृत्तित्वनिरूपणं कृतं तदनन्तरं भ्रमात्वं भ्रमत्वम् एकस्य भवेत् इति उक्तं स च भ्रमत्वमपि पक्षधर्मतांशे भवेत् नो चेत् व्याप्त्यंशे भवेत् इति गुरु लघुगुरु तादृशमत्र उक्तं लघुना इति न गुरुणा आरब्धं खलु महोदय सत्प्रतिपक्षहेत्वाभासनिरूपणाय बहु किमपि एतावत्पर्यन्तम् उक्तं तत्र गौरवम् अस्ति तदेव अत्र उक्तं किम् अनेन गुरुणा आरम्भणेन आरम्भेण इत्युक्ते गभीरचिन्तनं किमर्थं कृतम् इति चेत् क्लेशपरिहारार्थम् इति उक्तं तर्हि क्लेशः कः वदतु इदानीं सत्प्रतिपक्षात् वैलक्षण्यप्रदर्शनाय यत्किमपि विवरणं दत्तम् अस्ति कुत्र दत्तम् विरोधविरुद्धप्रतिपक्षयोः मध्ये भेदः उक्तः खलु आम् तत्र विरोधप्रकरण उत्तरं विरोधहेत्वाभासं चिन्तयित्वा तदनन्तरं तस्य विरोधस्य सत्प्रतिपक्षात् वैलक्षण्यप्रदर्शनाय कृतेन विवरणेन सत्प्रतिपक्षस्थले उभौ परामर्शौ तद् अभावव्याप्यवत्तानिश्चयमुद्रया अनुवृत्तिप्रतिबन्धकौ भवतः इति दर्शितम् तस्मिन् पाठे विरुद्धसत्प्रतिपक्षयोः मध्ये भेदः इति पाठे एवमुक्तम् उभौ परामर्शौ तद् अभावव्याप्यवत्ता निश्चयमुद्रया अनुमितिप्रतिबन्धकौ भवतः इति दर्शितम् अस्तु अग्रे सम्प्रति तयोः परामर्शयोः मध्ये एकस्य भ्रमत्वमपि वर्णितं खलु एकः भ्रम एकः भ्रम एकः परामर्शः भ्रमात्मकं भवेत् अन्यः परामर्शः प्रमात्मकं भवेत् तर्हि प्रमात्मकं यदस्ति तदेव प्रतिबन्धकं भवति यद्भ्रमाकम् अस्ति तत् प्रतिबध्नाति खलु एतत् सर्वम् अस्माभिः चिन्तितम् अस्तु परन्तु हेत्वाभासप्रकरणाद् ये प्रकरणे प्रतिपद्यज्ञानं भ्रम एव प्रतिबन्धकं प्रमात्मकमेव यदि प्रतिपद्य खलु आं महोदय तदेव प्रतिबद्धज्ञानं भ्रमात्मकं भवेत् प्रतिबन्धकज्ञानं प्रमात्मकं भवेत् इति प्रतिज्ञातं तदा एव प्रतिबन्धकत्वं सिद्ध्यति अस्तु अग्रे यदि सत्प्रतिपक्षस्थले एकतरपरामर्शस्य भ्रमत्वम् आवश्यकम् इति नियमः तर्हि अस्याः प्रतिज्ञायाः का गतिः अस्याः प्रतिज्ञायाः का प्रतिज्ञा अत्र महोदय प्रतिबद्धज्ञानं भ्रम एव भवेत् प्रतिबन्धकज्ञानं प्रमा एव भवेत् इति नियमः अस्ति खलु आं महोदय सा प्रतिज्ञायाः गतिः का सत्प्रतिपक्षस्थले इति प्रश्नः किमर्थं प्रश्नः उदितः इति चेत् एकतरपरामर्शस्य भ्रमत्वम् आवश्यकम् इति नियमः तर्हि एतावत्पर्यन्तम् अस्माभिः किं चिन्तितम् प्रतिबद्धज्ञानं भ्रमात्मकं भवेत् प्रतिबन्धकज्ञानं प्रमात्मकं भवेत् इति निश्चितं तदेव प्रतिज्ञातं किन्तु सत्प्रतिपक्षस्थले ज्ञानद्वयमस्ति परामर्शज्ञानज्ञानद्वयमस्ति तेषु एकः प्रमात्मः भवेत् अन्यः भ्रमात्मः भवेत् इति उक्तं किञ्चित् परिवर्तितं खलु इति कृत्वा अस्याः प्रतिज्ञायाः का गतिः इति चिन्तनम् अग्रे इतोपि स्पष्टता भवति अस्तु समयः जातः किन्तु बुद्धं खलु इत्युक्ते एतावत्पर्यन्तं प्रमात्मकज्ञानं प्रतिबन्धकज्ञानं प्रमात्मकं भवेत् इति उक्तं, प्रतिबद्ध्यज्ञानं भ्रमात्मकं भवेत् इति उक्तं, तर्हि तत्र प्रतिबन्धकत्वम् अपि अस्माभिः निरूप्यते प्रमात्मकत्वे सति निश्चयत्वे सति समान आकारकत्वं प्रतिबन्धकत्वम् इति उक्त्वा, समान आकारकत्वम् इत्युक्ते किं, समानविशेष्यत्वे सति समानविशेषता अवच्छेदके सति इति चत्वारः चतस्रः निकषाः तत्र दृष्टाः। किन्तु सप्रतिपक्षस्थले एकतरपरामर्शस्य भ्रमत्वम् इति एव उक्तम्, प्रतिबन्धकज्ञानस्य प्रमत्वं भ्रमत्वं प्रतिबद्ध्यज्ञानस्य भ्रमत्वम् इति न उक्तम्, एकतरपरामर्शस्य भ्रमत्वम् आवश्यकम् इति एव सत्प्रतिपक्षस्थले प्रतिज्ञातं भवति इति किञ्चित् परिवर्तितमस्ति। तर्हि यद् भ्रमात्मकं भवति सत्प्रतिपक्षस्थले अपि यद् भ्रमात्मकं भवति तत् प्रतिबद्ध्यज्ञानं भवति इति तु सत्यं, तत्र क्लेशः नास्ति। किन्तु पूर्वं यथा उक्तं तत्र किञ्चिदिव परिवर्तितं परिवर्तितमस्ति सत्प्रतिपक्षस्थले इति कृत्वा अस्याः प्रतिज्ञायाः का गतिः इति पृच्छति। इत्युक्ते प्रतिज्ञा अपगच्छति वा इति चेत् वस्तुतः नापगच्छति, यद् भ्रमात्मकमस्ति तत् प्रतिबद्धज्ञानम् एव भवति, यत् प्रमात्मकमस्ति तत् प्रतिबन्धकज्ञानमेव भवति, तर्हि प्रतिज्ञा किमपि भवति इति चेत् न भवति। किन्तु अत्र किञ्चित् परिवर्तितम्, एकतरस्य परामर्शस्य भ्रमात्मकम्, पूर्वं किमुक्तं प्रतिबन्धकज्ञानस्य एव भ्रमात्मकं भ्रमः भवति भवेत्, प्रतिबन्धकज्ञानस्य प्रतिबन्धकज्ञानं प्रमात्मकम् एव भवेत्, प्रतिबद्ध्यज्ञानं भ्रमात्मकम् एव भवेत् इति पूर्वमुक्तं। सत्प्रतिपक्षस्थले एकतरपरामर्शस्य, अत्र परामर्शद्वयमस्ति, उभयोः एकः भ्रमः भवेत् अन्यः प्रमा भवेत् इति तादृशमुक्तम्। तर्हि प्रतिज्ञा यद् अस्माभिः प्रतिज्ञातं तत् अपगता वा इति चेत् वस्तुतः नापगता, केवलं चिन्तनार्थम् एतत् प्रश्नः कृतः दन्तकारे। परन्तु महोदय, अत्र प्रतिबद्धज्ञानम् अपि च प्रतिबन्धकज्ञानम् इति परामर्शज्ञानमस्ति वा अनुमितिज्ञानमस्ति? परामर्शः एव खलु, परामर्श किमर्थमिति चेत् परामर्शज्ञानं न जायते अत्र, किमर्थमिति चेत् पक्षधर्मतांशे भ्रमः अस्ति चेत्, नो चेत् व्याप्त्यंशे भ्रमः अस्ति चेत् परामर्शज्ञानमेव न जायते खलु, न जायते सत्यम्। किन्तु जायते चेत् तादृशपरामर्शज्ञानं भ्रमात्मकं भवति, न जायेत, पक्षधर्मता ज्ञानं भ्रमः अस्ति चेत् परामर्शज्ञानं न, पक्षधर्मता ज्ञानं न प्राप्यते चेत्, व्याप्तिज्ञानं न प्राप्यते चेत् परामर्शः न जायते, किन्तु भ्रमरूपेण ज्ञानं जायते चेत् तस्य कार्यं परामर्शः अपि भ्रमात्मकं भवति इति आगतम्। अस्तु तर्हि अत्र स्थगयेम, इतोपि किञ्चित् चिन्तनमस्ति, इतोपि किञ्चित् पूर्वपीठिका अस्ति, तदनन्तरमेव शब्दः नित्यः श्रावणत्वात् इति विषये चिन्तनं प्रवर्तते। भवतु अग्रिमे वर्गे, इतोपि अग्रे सर्वे सर्वेभ्यो नमस्कारः, धन्यवादाश्च।